अस्तु, तर्हि अस्माकं पाठः अस्ति द्वितीयविभक्तिः. तत्र गीतसोपाने पञ्चविंशः पाठः अस्ति, पञ्चविंशः पाठः अस्ति. तत्र अष्टनवतितमे पुटे पाठः आरभ्यते. गते वर्गे वयम् आरब्धवन्तः, अपि च प्रथमपुटद्वयं वयं समापितवन्तः. अतः तस्य पाठस्य तृतीयपुटे अस्माकम् इदानीमभ्यासः भवति. शततमे पुटे अस्ति. तर्हि शततमे पुटे अस्ति मुष्टिः. महोदय वदति वा? द्वितीयविभक्त्यन्तं रूपमस्ति, एकवचने, द्विवचने, बहुवचने च. मुष्टिः स्त्रीलिङ्गशब्दः प्रायः. मुष्टिः मुष्टिः मुष्टयः. पुनः वदतु. मुष्टिः मुष्टिः मुष्टयः. एकवचने मुष्टिः. ओके, द्वितीयविभक्ति मुष्टिं मुष्टिः. द्वितीयविभक्तिः विषयः मुष्टिः. पुनः वदतु. मुष्टिं मुष्टिः मुष्टिः इति अस्ति. अस्तु, सिद्धिः अग्रे भवती वदतु. सिद्धिः क्षम्यतां, पुलिङ्ग् वा? प्रायः स्त्रीलिङ्गशब्दः. स्त्रीलिङ्ग् सिद्धिं सिद्धिं सिद्धौ नास्ति. सिद्धिं सिद्धौ मतिः. नाम आरम्भतः वदतु. मतिः मतिः मती मतिः. प्रथमाभक्तिः वदतु. प्रथमाभक्तिः. ओ ओके, क्षम्यतां. मतिः मती मतयः. मतीं मती मतीः. तर्हि करोतु. सिद्धिं सिद्धि सिद्धि सिद्धिः सिद्धिः सिद्धिः. सत्यम्. अस्तु, अग्रे भगिनी वदति वा? सन्ध्या भगिनी. पद्धतिः. पद्धतिः पद्धतिं पद्धतिः न पद्धति पद्धतिः. सत्यम्. अस्तु, गतिः महोदय. गतिं गति गतिः. अस्तु, अग्रे अग्रे वदतु. अग्रिम. ब्राह्मी ब्राह्मी ब्राह्मीं ब्राह्म्यौ ब्राह्मीः इति अस्ति. अस्तु, अग्रे. नारी नार्यौ नारीः. अस्तु, लक्ष्मी भगिनी. वाणी वाणीं वाण्यौ वाणीः. अतः तत्र दीर्घिकारः अस्ति अथवा ह्रस्विकारः अस्ति, तत्र भेदः अस्ति खलु? रूपभेदः अस्ति. मतिः मती मतयः इति नदी नद्यौ नद्यः खलु? अस्तु, अग्रे. पुष्पं पुष्पं पुष्पे पुष्पाणि. वृजिनं वृजिनं वृजिने वृजनानि. अत्र वारि वारि इति अस्य लिङ्गं किं? नपुंसकलिङ्गशब्दः. वयं कृतवन्तः खलु दधि वारि. अस्तु, वारि वारि वारि वारिणि वारिणि. सत्यं सत्यम्. अस्तु, बहु सम्यक् अस्ति. अस्तु, सन्ध्या भगिनी अग्रे पठतु. तृतीयं. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत. व्यासः कथा लिखति. व्यासः कथां लिखति. एताः गुरुहु प्रणमन्ति गुरु गुरुम् एताः गुरुम् प्रणमन्ति आचार्यः शिष्यः परिष्करोति आचार्यः शिष्यं परिष्करोति अवगतं वा वाक्यस्य अर्थः आचार्यः नाम शिक्षकः शिष्यः इति छात्रः परिष्करोति नाम शिष्यः दोषं करोति शिष्यस्य जीवने दोषः भवति वा दोषः भवति खलु दोषः तर्हि आचार्यः शिक्षयति यत् न न न एवं करोतु तथा न करोतु पाठयति किन्तु यत्र दोषः अस्ति तत्र शुद्धीकरोति शुद्धीकरोति यत् अशुद्धः अस्ति तत् शुद्धं करोति पिता मन्दमतिः बोधयति पिता मन्दमतिं बोधयति सत्यम् अवगतं वा स मन्दमतिः मन्दम् अवगच्छति सत्यं नाम यस्य बुद्धिः अधिका नास्ति अत्र मन्दमतिं न जानामि किमर्थं तत्र पुत्रः इति न स्यात् पिता मन्दमतिं यस्य मतिः मन्दा अस्ति न्यूना अस्ति अस्तु अग्रे मित्रं सद्गुणः मित्रं सद्गुणः वदति मित्रं सद्गुणं वदति जनाः ऋषयः पूजयन्ति जनाय एतत् ऋषिः तैः बहुवचन अस्ति जनाः ऋषीन् पूजयन्ति सत्यं जनाः ऋषीन् पूजयन्ति बालकाः माता पृच्छन्ति बालकाः मातरं पृच्छन्ति सेनापतिः व्यूहाः रचयति सेनापतिः व्यूहान् रचयति शूराः जयः प्राप्नुवन्ति शूराः जयं प्राप्नुवन्ति कौरवाः लाक्षागृहं निर्माति कौरवाः लाक्षागृहं निर्मान्ति अत्र असत्यं निर्मान्ति यत्र अत्र एकस्मिन् दिने अहं पाठयिष्यामि धातूनां दशगणाः सन्ति किमपि उक्तवान् वा धातूनां दशगणाः सन्ति तत्र सामान्यतया साधारणधातवः तत्र चतुर्षु गणेषु भवन्ति प्रथमे गणे चतुर्थे गणे षष्ठे गणे दशमे गणे च अत्र तेषु नास्ति अत्र द्वितीये गणे अस्ति द्वितीये गणे अतः निर्मान्ति अत्र आकारः अस्ति मध्ये तत्र भिन्नम् अस्ति नाम यत्र क्रियापदमस्ति गच्छति वदति चिन्तयति शृणोति यत्किमपि क्रियापदमस्ति तस्य क्रियापदस्य प्रत्येकं क्रियापदस्य भागत्रयमस्ति भागत्रयमस्ति अत्र वदति इति क्रियापदमस्ति अत्र धातु अस्ति वद वदति लिखतु वद् दकारे दन्दः वदति धातु अनन्तरम् अ इति लिखतु अ अनन्तरं प्लस् ति अत्र वदति धातु अस्ति अ इति विकरणप्रत्ययः इति वदामः विकरणप्रत्ययः विकरणप्रत्ययः अनन्तरं ति इति तिङ् प्रत्ययः अस्ति अत्र धातुः यः कोऽपि धातुः भवतु नाम तत्र द्विसहस्रं धातवः सन्ति द्विसहस्रम् अवसति वा द्विसहस्रं सहस्रं द्विसहस्रं द्विसहस्रं धातवः आहत्य संस्कृतभाषायाम् आहत्य द्विसहस्रं धातवः सन्ति तत्र विकरणप्रत्ययाः तत्र दशगणाः सन्ति धातूनां दश तत्र द्विसहस्रं धातवः सन्ति तेषां विभजनम् अस्ति विभजनं श्रेणीकरणं तत्र दशगणाः दशगणाः विकरणप्रत्ययभेदात् मध्ये यः ध्वनिः अस्ति तस्य भेदात् दशगणाः विभक्ताः अनन्तरं तिङ्प्रत्ययः समानः भवति तिङ्प्रत्ययः तत्र द्विविधः भवति तत्र परस्मैपदी धातूनाम् आत्मैपदी धातूनां ति ते तत्र द्विविधः अस्ति तर्हि अयं विकरणप्रत्ययः अत्र दशगणाः सन्ति तत्र प्रथमे गणे अ इति एव अस्ति अतः सामान्यमस्ति नाम वदति गच्छति खादति चलति चलति इति नास्ति चलति इति अन्यत्र वदामि अन्य क्रियपदं वदतु पिबति अपि अत्र अस्ति जानामि जानाति तत्र आ इति अस्ति खलु अ इति नास्ति अ अस्ति वा नास्ति आ अस्ति तत्र भिन्नम् अस्ति क्रियपदं वदतु पश्यति पश्यति क्रीडति नाम प्रथमगणः बृहान् अस्ति दशसु गणेषु सर्वबृहान् गणः अस्ति प्रथमगणः यत्र अ अस्ति अनन्तरं द्वितीये गणे मध्ये विकरणप्रत्ययः नास्ति एव अत्र निर्मान्ति इति भवती पठितवती खलु निर्मान्ति अत्र निर् इति उपसर्गः अस्ति अत्र लिखतु निर्माति अत्र निर् इति उपसर्गः अस्ति मा इति धातुः अस्ति मा ति इति तिङ्प्रत्ययः अस्ति विकरणप्रत्ययः नास्ति तर्हि मा इति अस्ति तर्हि एकवचने माति बहुवचने मान्ति विकरणप्रत्ययः मध्ये नास्ति अयं द्वितीयगणः विकरणप्रत्ययः नास्ति सर्वत्र मध्ये आकारः न धातुः मा अस्ति अधः आकारः यथा धातुः तथा भवति भवती अवगच्छति खलु यदहं वदामि इदानीं वदामि यत् अस्तु क्रमशः भवति खलु सर्वं क्रमशः तर्हि अत्र यथा अस् धातुः नाम अस्ति अस् धातुः अस्ति खलु अस्ति बालकः अस्ति बालिका अस्ति अस्ति इति जानीमः खलु तत्र अस् इति धातुः प्लस् तिङ् प्रत्ययः ति तर्हि कस्मिन् गणे अस्ति अस् प्लस् ति विकरणप्रत्ययः अस्ति वा मध्ये द्वितीयगणे अस्ति पुनः वदतु अहं सम्यक् तया न श्रुतवती निर्मति निर्माति निर्माति निर् उपसर्गः निर् उपसर्गः मा धातुः मा ओ अस्तु मा धातुः धातुः अस्ति मा अतः आकारः अस्ति किन्तु अस् इति धातुः तत्र आकारः नास्ति अस्ति गणस्य नाम तस्य गणस्य यः प्रथमसदस्यः तदनुगुणं पूर्णतया गणस्य नाम भवति अतः प्रथमे गणे प्रथमधातुः अस्ति भूधातुः भवति इति भूधातुः तर्हि भू प्लस् आदि भुआदिगणः प्रथमगणस्य नाम अस्ति भुआदिगणः प्लस् आदि आदि अत्र भुआदिगणः अस्ति प्रथमगणः तत्र द्वितीयगणस्य प्रथमधातुः अस्ति अद् इति धातुः अत् अत् अत्ति अत्ति नाम खादति इति अतः अत्ति अत् अत् इति धातुः अत् अत् प्लस् आदि अदादि अदादिगणः द्वितीयगणः अदादिगणः अस्ति द्वितीये प्रथमे विकरणे प्रथमे गणे विकरणपदयः अस्ति अ द्वितीये गणे विकरणपदयः नास्ति तृतीये गणे प्रत्येकं गणस्य एकं लक्षणमस्ति लक्षणम् अवगच्छति वा लक्षणं भगिनि फोकस् कारेक्टरिस्टिक् कारेक्टरिस्टिक् एसेन्शियल् कारेक्टरिस्टिक् लक्षणम् प्रत्येकं गणस्य लक्षणं तर्हि तस्य अत्र विकरणप्रत्ययः अस्ति अ इति लक्षणं द्वितीयगणे वस्तुतः तस्य नाम अस्ति शप् शप् शप् किन्तु शकारपकारयोः अपगमनम् अस्ति अकारः अवशिष्यते अ इति अस्ति द्वितीयगणे लक्षणमस्ति यत् विकरणप्रत्ययः नास्ति इदानीं तृतीयगणः अस्ति तत्र तृतीयगणः तस्य नाम अस्ति जुहोत्यादि जुहोति जुहोति प्लस् आदि जुहोत्यादिगणः जुहोति जुहोति जुहोति जुहोति जुहोति प्लस् आदि जुहोति प्लस् आदि जुहोत्यादिगणः वस्तुतः धातुः अस्ति हु किन्तु हु प्लस् आदि तत्र उच्चारणार्थं तत्र काठिन्यमस्ति ह्वादि अतः जुहोति इति नाम लट्लकारस्य रूपं स्वीकृत्य जुहोति आदि इति वदन्ति जुहोति आदि अस्य गणस्य लक्षणमस्ति द्वित्वं भवति धातोः द्वित्वं द्विवारम् उच्चारणम् दा धातुः ददाति दा धातुः ददाति हु धातुः जुहोति द्विवारम् उच्चारणम् यावन्तः धातवः सन्ति अत्र दा प्लस् ति किन्तु किं भवति दा प्लस् ति अनन्तरं दा दाति दा प्लस् दा प्लस् दा प्लस् ति इति द्विवारम् अनन्तरम् एकस्य नियमः यत् आकारः अत्र न तिष्ठति दा दाति ददाति इति भवति दा इति धातुः अस्ति तस्य गणाः सन्ति इतोपि किम् अवगच्छति एतावत् यत् अहम् उक्तवान् तत् अवगच्छति वा त्रीणि गणः त्रयः त्रयः सन्ति त्रयः गणाः तत्र प्रत्येकं गणस्य लक्षणमस्ति एसेन्शियल् कारेक्टरिस्टिक् लक्षणमस्ति तर्हि अत्र प्रथमे गणे तत्र सर्वाधिकाः धातवः प्रथमे गणे सन्ति तत्र मध्ये अकारः अस्ति वदति क्रीडति गच्छति न द्वितीये गणे मध्ये किमपि नास्ति अत्र धातुः विकरणप्रत्ययः तिङ्प्रत्ययः अत्र प्रथमे गणे अस्ति अ द्वितीये गणे अत्र किमपि नास्ति अस्ति अस्ति अस्पष्टि अस्ति मध्ये किमपि नास्ति आगच्छति वा अस्तु तर्हि द्वितीयगणे तृतीये गणे द्विवारं भवति दादि धातुः अस्ति दा तत्र लट्लकारे किं रूपम् अस्ति ददातुः ददाति अस्ति खलु ददाति तत्र ददाति अस्ति तत्र तत्र दादि धातुः अस्ति तर्हि द्विवारम् एकवारं द्विवारम् अस्मिन् गणे यावन्तः धातवः सन्ति तेषाम् उच्चारणं भवति द्विवारम् दादि धातुः दादा अत्र जु हु इति धातुः हु इति प्रथमसदस्य हु जु होति तत्र किञ्चित् परिवर्तनमस्ति किन्तु द्विवारम् उच्चारणमस्ति जुहोति अन्यत् उदाहरणमस्ति अस्ति बिधातुः तत्र बिभेति तत्र भयम् अनुभवति भयं बिभेति बिभेति अन्यत् उदाहरणमस्ति धा धातुः धा धा न न दधाति दधाति दधाति उदाहरणार्थं विधानमिति शब्दं जानाति वा विधानं विधानम् इति जानाति वा विधानम् अथवा विहितं तत्र धा धातोः नाम टु ओर्डेन् इति अर्थः अस्ति टु ओर्डेन् टु ओर्डेन् इत्यस्मिन् अर्थे दधाति इति लट्लकारः तस्य ल्यूट् ल्यूट् अस्ति धानं यथा दा धातुः ददाति तस्य ल्यूट् ल्यूट् इति वयं कृतवन्तः नाम भावः गमनं चिन्तनं लेखनम् इति वयं कृतवन्तः खलु तत्र ददाति इत्यस्य दानं धा धातुः इत्यस्य धानं वि उपसर्गः विधानम् एवं रीत्या दशगणाः सन्ति एतत् सर्वं कर्तुमिच्छन्ति वा इदानीम् अथवा अग्रे गच्छामि अस्तु दशगणाः सन्ति किन्तु निर्माति निर्मान्ति तथा अस्ति अस्तु अग्रे गच्छेम सन्ध्या भगिनी अग्रे दृष्ट्वा कोष्टकं दृष्ट्वा कोष्टकं दृष्ट्वा वाक्यानि लिखत त्वं कथां लिखसि युवां यूयम् अत्र किं प्रत्येकस्मिन् वाक्ये तत्र कर्मपदं भिद्यते तर्हि कथा कविते समाचारः इति वाक्यत्रयं त्वं कथां लिखसि द्वितीयमस्ति युवां कविते लिखतः अत्र अस्ति अस्तु करोतु कविः अत्र युवाम् अत्र कवितादि इति अस्ति कविता कविते कवितादि इति शब्दः अस्ति कविता तस्य वचनं किं कविते तर् युवां कविते अत्र दत्तमस्ति, नाम उदाहरणं दत्तमस्ति एव. कविते तृतीयविभक्ते सत्यं कविते एकवचन प्रथमविभक्ति किं कविता एकवचनं प्रथमविभक्ति कविता यथा लता कविता तर्हि द्विवचनं द्वितीयविभक्ति द्वितीयविभक्तौ किम् अस्ति द्विवचनं लता लते लताः कविते युवां कविते लिखतः अग्रे यूयं समाचाराः समाचारः समाचारन् समाचारान् यूयं समाचारान् लिखतः बहु समीचीनमस्ति. अस्तु अग्रे अहं गीते लिखामि आवां पत्राणि लिखावः वयं कादम्बरीं लिखामः सम्यक् अस्तु कोष्ठके विद्यमानानां शब्दानां द्वितीयविभक्तिरूपैः रिक्तस्थानानि पूरयत. उदाहरणार्थं देवः भक्तान् पालयति, सारथिः अश्वौ निबध्नाति, मुनयः सिद्धिं विन्दन्ति. धृतराष्ट्रः युद्धवार्तां शृणोति. धृतराष्ट्रः युद्धवार्तां शृणोति. अस्तु प्रथमं यथा शब्दः यथा अस्ति तथा वदतु येन सर्वे. धृतराष्ट्रः शृणोति युद्धवार्ता. धृतराष्ट्रः युद्धवार्तां शृणोति. वयं पठामः भगवद्गीतां पठामः. न वयं पठामः अनन्तरं भगवद्गीता इति वदतु. वयं पठामः भगवद्गीता. वयं भगवद्गीतां पठामः. अस्तु समीचीनमस्ति. सन्ध्याभगिनी वेदवादरताः प्रवदन्ति पुष्पितवाणी. वेदवादरताः पुष्पितवाणीं प्रवदन्ति. अर्जुनः भाषते प्रज्ञावादाः. अर्जुनः प्रज्ञावादान् भाषते. सम्यक् अस्तु. शुभभगिनी कः हन्ति गुरवः. कः गुरुन् हन्ति. असुरजनाः न जानन्ति प्रवृत्तिः असुरजनाः प्रवृत्तिं न जानन्ति प्रवृत्तिः इति अस्य साधारणतया अर्थः कः इति वा अहं जानामि किन्तु अत्र अत्र सन्दर्भः कः इति न ज्ञायते भवान् जानाति वा आसुरजनाः प्रवृत्तिं न जानन्ति प्रवृत्तिः साधारणतया जीवने तस्य अर्थः अस्ति टेण्डेन्सि किन्तु अत्र किम् इति न जानाति प्रायः अस्तु अग्रे ज्ञानी शास्त्रविधिः न असृजति ज्ञानी शास्त्रविधिं न असृजति सर्वे विजयः काङ्क्षन्ति सर्वे विजयं काङ्क्षन्ति अस्तु अश्वगे स्थितप्रज्ञः संहरति इन्द्रियाणि स्थितप्रज्ञः संहरति इन्द्रियाणि स्थितप्रज्ञः इन्द्रियाणि संहरति कृष्णः अर्जुनस्य मोहयति सङ्ख्या अस्ति अन्वेषणस्य आवश्यकता नास्ति कृष्णः अर्जुनस्य मोहयति प्रज्ञा कृष्ण अर्जुनस्य प्रज्ञां मोहयति सम्यक् अस्ति प्रज्ञा इत्युक्ते प्रज्ञा इति ज्ञा इति ज्ञानमस्ति प्रज्ञा नाम विशिष्टज्ञानमस्ति प्रज्ञा इति सामान्य अर्थः स्किल् इति खलु कौशलम् अग्रे माधवः पाण्डवश्च प्रदद्मतुः शङ्खौ माधवः पाण्डवश्च शङ्खौ प्रदद्मतुः शब्दस्य रूपं किं माधवः पाण्डवः च शङ्खौ प्रदद्मतुः अत्र प्र उपसर्गपूर्वकः धा दातुः इति अहं मन्ये यथा अहं वदामि स्म दधाति अत्र दध्मतुः इति विशिष्टरूपमस्ति अत्र बहुवचने अस्ति अत्र वाक्य क्रियापदं बहुवचने अस्ति इति मन्ये प्रदध्मतुः इति बहुवचने अस्ति लट् लकारः नास्ति असामान्यलकारः अस्ति इदानीं द्रष्टव्यमस्ति इदानीं मनसि नास्ति किन्तु किमपि लट् लोट् लङ्ग्विडि लै तथा नास्ति इदानीं लूं किमपि अस्ति सेनापतिः वीक्षते सेनापतिः सेनां वीक्षते सात्विकाः यजन्ते देवाः सात्विकाः देवान् यजन्ते. अस्तु सन्ध्या भगिनी. अग्न्याः अन्या अग्न्याः उपसेवन्ते. अग्न्याः अग्न्याः उपसेवन्ते विषयाः. अग्न्याः विषयान् उपसेवन्ते. शङ्खघोषः व्यनुनादयति पृथिवी. शङ्खघोषः पृथिवीं व्यनुनादयति. त्वं पश्य कुर्वः. त्वं एकवचने अस्ति एव तै कुरु कुर्वम् त्वं कुर्वं पश्य कुर्वः उकारान्त अस्ति चेत् कुरुः कुर्वः तर्हि तर्हि बहुवचने अस्ति तै त्वं कुरुन् पश्य. सत्यं वयम् उपास्महे हरिः. वयं हरिम् उपास्महे. अस्तु पितृव्रताः पितरः यान्ति. पितृव्रताः पितरं यान्ति. दुर्योधनः चमूः दर्शयति. चमूः यान्ति इति गत्यादिकः धातुः अस्ति. या धातुः गच्छति. दुर्योधनः चमूः दर्शयति. एकवचने अस्ति चमूम् चमूमिति अस्ति. अस्तु इदानीम् अत्र अस्ति सर्वनाम्नाम् अभ्यासः. उच्चैः पठत जानीत च. सर्वनामशब्दानां द्वितीयाविभक्तिप्रयोगः. सः तं तौ तौ ते तान् इति पुंलिङ्गः. सा तां ते ते ताः ताः. एषः एतम् एतौ एतौ एते एतान्. एषा एताम् एते एते एताः एताः. अहं माम् आवाम् आवाम्. वयम् अस्मान्. भवान् भवन्तम् भवन्तौ भवन्तौ. भवन्तः भवतः. भवती भवतीं भवत्यौ भवत्यौ. भवत्यः भवतीः. त्वं त्वां. युवां युवाम्. यूयं युष्मान्. अस्तु लक्ष्मी भगिनी अग्रे पठतु. तत् तत् ते ते तानि तानि. एतत् एतत् एते एते एतानि एतानि. कः कम् क कौ कौ के कान का काम के काह काह किम किम के कानि कानि सर्वः सर्वं सर्वौ सर्वौ सर्वे सर्वान् सर्वा सर्वां सर्वे सर्वे सर्वाः सर्वाः सर्वं सर्वं सर्वे सर्वे सर्वाणि सर्वाणि अस्तु संध्या भगिनी अग्रे कः का द्वितीयरूपे कथं प्रयोगं कः इति पुल्लिङ्गे कः सः कः सः कः सो द्वितीयविभक्ते कथम् अस्तु तस्य उदाहरणं दातुं शक्नुमः अहं तं बोधयति अहं कं बोधयति एवं बोधयामि अहं कं बोधयामि एवं द्विवचने भवति पठति वा I mean, she wanted to know the use of the word kaha. Yeah. Tavisha prashna asti va? Nama dvitiya vibhakti katham prayoga bhavati va? Dvitiya vibhaktau? Oh, tavadeva asti. Astu, na, tatha asti. Yatra jinyasa bhavati dvitiya vibhakti. Yatha, pustakam asti. Oh, aham... अहं कां ददामि नाम अहं कां ददामि इत्युक्ते किम् अहं अन्यजन पुस्तकं दातुं कां नाम स्त्रीलिङ्गं कां नाम नाम व्यक्तिः इति वा कां नाम महिला इति वा तथा नास्ति कां नाम अत्र दश लेखन्यः सन्ति लेखनी दश लेखन्यः सन्ति अत्र अहम् एकां लेखनीम् अहं ददामि भवत्यै किन्तु दश सन्ति तु का लेखनी दातव्या अहं न जानामि तर्हि अहं पृच्छामि अहं कां लेखनीं ददामि कां लेखनीम् अत्र द्वितीयविभक्तिः अस्ति भवत्याः कृते का विभक्तिः भवति का विभक्तिः भवति अत्र यत्र अहं ददामि चतुर्थी विभक्तिः अस्ति द्वितीया नास्ति अहं यत् ददामि यत् अहं ददामि तस्य द्वितीयविभक्तिः भवति तर्हि खलु तर्हि अत्र कां लेखनीं ददामि अहं कं किम् अहं किं पुस्तकं ददामि कं किं कं स्यूतं ददामि अहं कं स्यूतं दशस्यूताः सन्ति अहं कं स्यूतं ददामि किन्तु यदि अहं यत्र अहं ददामि तत्र कः अस्ति यदि न जानामि चेत् कः प्रश्नः अस्ति दशजनाः सन्ति अहं न जानामि कुत्र अहं ददामि तत्र प्रश्नः कः अहं कस्मै ददामि कस्मै तत्र दश महिलाः सन्ति चेत् कस्यै कस्मै अग्रे एतानि वाक्यानि उच्चैः पठत पितामहः तम् आह्वयति धर्मराजः तं वदति हिंदी हिंदी हिडिम्बा कं मारयति सः मां वदति एषा एतौ जानाति कृपया आवां कथयतु कृष्णः युष्मान् रक्षतु क्रुद्रः तान् शवान् खादति इति उदाहरणानि सन्ति अस्तु शुभभगिनी धर्मः अस्मान् रक्षति अहं तानि जन्मानि जानामि आवां युवां सम्यक् जानीवः मानवः तां सिद्धिं विन्दति सेना एतान् अनुसरति सेना एतान् अनुसरति सर्वे एतां पश्यन्तु अयतिः कां गतिं गच्छति कः मम विभूतिं जानाति इति उदाहरणानि सन्ति तावदेव आयतिः आयतिः क्षम्यताम् अयतिः न जाने तस्य अर्थः कः द्रष्टव्यमस्ति अस्मिन् पुस्तके समस्या अस्ति यत् अस्मिन् पुस्तके तादृश बहवः शब्दाः सन्ति किन्तु सन्दर्भः न दत्तः अस्ति अतः यथोदाहरणं रिक्तस्थानानि पूरयत प्रथमा द्वितीया प्रथमाविभक्तिः सः द्वितीया तम् प्रथमाविभक्तिः सा द्वितीया ताम् प्रथमाविभक्तिः कौ द्वितीया कौ प्रथमा तानि द्वितीया तानि प्रथमा अहं द्वितीया माम् प्रथमा भवत्यः द्वितीया भवतीः प्रथमा युवां द्वितीया युष्मान् न युवां प्रथमा युवां द्वितीया युवां प्रथमा ते स्त्रीलिङ्गः द्वितीया ता ते प्रथमा त्वं द्वितीया त्वां प्रथमा एषा द्वितीया एषा एतां ताम् एताम् एषाम् एताम् प्रथमा यूयं द्वितीया युष्मान् प्रथमा ते पुंलिङ्ग द्वितीया ते तान् बहु सम्यक् अस्ति अस्तु लक्ष्मीभगिनी कोष्ठकस्थां संख्यां दृष्ट्वा वाक्येषु द्वितीयाविभक्तिं योजयत. प्रथमा विभक्तिः भवान् युवकः. भवान् इति रूपमस्ति, द्वितीयविभक्त्यन्तं रूपमस्ति भवन्तम्. युवकः भवन्तं प्रेषयति. माता आह्वयति. माता भवतीम् आह्वयति. बालकाः पुस्तकानि क्रीणन्ति. बालकाः तानि पुस्तकानि क्रीणन्ति. कपयः फलानि खादन्ति. कपयः प्रथमतया यद् लिखितमस्ति सर्वाणि. कपयः फलानि खादन्ति सर्वाणि. कपयः सर्वाणि फलानि खादन्ति. अहं न विस्मरामि. भवन्तौ अहं भवन्तौ न विस्मरामि. एषः अवदत् का. एषः काम् अवदत्. कवयः ग्रन्थान् इच्छन्ति. के. कवयः कान् कवयः कान् ग्रन्थान् इच्छन्ति. देवः रक्षति. वयं देवः अस्मान् रक्षति. अस्तु अस्तु अग्रे सन्ध्या. सः कुदं गुडं खादिष्यति. गुडः इति जानाति वा? गुडः गुडः तत्र किं वदामः, शर्करा इव अस्ति. बहु किं किं वदामः, तस्य नाम अस्ति आङ्ग्लभाषायां किम् अस्ति नाम? ब्रौन् शुगर्. गुडः सः तस्य नाम किम् अस्ति तत्र कन्नडभाषायां? तत् जानाति हिन्दी हिन्दीभाषां तस्य किं जानाति वा? गूढः. गूढ साम्यमस्ति इति अतः वदामि. सः गुडं खादिष्यति सर्वः. सः सर्वं गुडं खादिष्यति. भवान् व्यवस्थां करोतु सर्वा. भवान् सर्वान् सर्वां व्यवस्थां करोतु. कुक्कुरः रोटिके अखादत्. एते स्त्रीलिङ्ग. कुक्कुरः एते न स्त्रीलिङ्ग. एते रोटिके अखादत्. जनकः पालयति. एतौ जनकः एतौ पालयति यूयं सम्यक् जानीथ एताः यूयं एतान् वचनं किं पुल्लिङ्गं बहुवचनं पुल्लिङ्गं सा वदतु सा ते ताः तां सा ते ओ ताः स्त्रीलिङ्गं एषा एते एताः ताम् एते एताः एव भविष्यति यूयम् एताः सम्यक् जानीथ यूयं पश्यामः युवां वयं पश्यामः ओ सोरि वयं पश्यामः युवाम् वयं युवां पश्यामः अधिवक्ता पृच्छति यूयम् अधिवक्ता युष्मान् पृच्छति एते शब्दाः किमर्थं सङ्ख्याक्रमे न न तत्तु मूर्खतपनस् न मूर्खता अस्ति किं मूर्खता न कोऽपि लाभः अस्ति शिरोवेदना अन्यत् किमपि नास्ति अस्तु एतानि वाक्यानि पठिता भक्तः देवं ध्यायति सः शान्तिम् अवाप्नोति सः साङ्ख्यं योगं च एकं पश्यति श्रद्धावान् ज्ञानं प्राप्नोति किरीटी कृष्णं किरीटी कृष्णं आह वदति भक्तिः क्षम्यतां भक्तः सङ्गं त्यजति सः सः पद्मनाभम् अर्चति सः पद्मनाभम् अर्चति सा सात्विकः स्वर्गं गच्छति तामसः नरकं गच्छति कविः चन्द्रं प पश्यति इति उदाहरणानि अस्तु रेखाङ्कितपदानाम् आधारेण प्रश्ननिर्माणं कुरुत दुष्यन्तः शकुन्तलां विस्मरति दुष्यन्तः सर्वनाम्ना कां विस्मरति अग्रे वयं बन्धून् स्मरामः वयं कान् स्मरामः कपयः फलानि खादन्ति कपयः कानि खादन्ति महिला शाटिके क्रीणाति महिला के क्रीणाति भवान् भोजनं परिवेषयति भवान् किं परिवेषयति शिक्षकः तं बोधयति शिक्षकः तं बोधयति कं तं शिक्षकः कं बोधयति तौ इक्षुं खादतः तौ किं खादतः प्रायः नपुंसकलिङ्गशब्दप्रायः स्यात् न नास्ति नास्ति पुल्लिङ्गः स्त्रीलिङ्गः वा स्यात् इक्षु द्रष्टव्यमस्ति किन्तु पुल्लिङ्गः अस्ति चेत् किमस्ति कम् श्रीलिङ्गशब्दः अस्ति चेत् कम् इक्षुः तौ इक्षुं खादतः तौ कं खादतः वा कां खादतः भवत्यः कथाः चिन्तयन्ति भवत्यः का चिन्तयन्ति उपरितनवाक्येषु कर्मणः वचनानुगुणं प्रश्नाः दत्ताः सन्ति किन्तु सामान्यव्यवहारे एवं प्रयोगाः दृश्यन्ते यथा किं खादति किं रचयति किं निर्माति किं ददाति किं प्राप्नोति कुत्र गच्छति तस्य अर्थः कः किमर्थम् उक्तम् एतत् सर्वं किमर्थम् उक्तम् उपरितनवाक्येषु कर्मणः वचनानुगुणं प्रश्नाः दत्ताः सन्ति वचनानुगुणम् वचनानुगुणम् अपि च लिङ्गानुगुणं वचनानुगुणम् अपि च लिङ्गानुगुणं प्रश्नाः कृताः यत्र वयम् उत्तरं जानीमः अथवा तस्य वचनस्य ज्ञानमस्ति अस्माकं वचनस्य लिङ्गस्य च ज्ञानं तत्र सर्वनाम्नः प्रयोगः तदनुसृत्य अस्ति किन्तु यदि वयं न जानीमः बहुवारं यत्र प्रश्नः अस्ति तत्र उत्तरं न जानीमः अतः उत्तरे यत् उत्तरमस्ति तस्य वचनं किं भविष्यति अथवा लिङ्गं किं भविष्यति न जानीमः अतः अत्र दत्तमस्ति यत् एकवचने नपुंसकलिङ्गे च नाम कानि खादति अथवा कां खादति एतत् सर्वं न उक्तं यतोहि यः पृच्छति सः न जानाति किन्तु सामान्यव्यवहारे एवं प्रयोगाः दृश्यन्ते किं खादति किं रचयति किं निर्माति यत् उत्तरं न जानीमः अस्तु सन्ध्या एतं श्लोकम् उच्चैः पठत रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरं शयनेयः स्मरे नित्यं दुःस्वप्न सर्गस्य नशयति किम् अवगच्छति वा किम् अतः अवगतः वा स्वगतमस्ति तत् पठतु अतः यः यः यः शयनसमये रामं कार्तिकेयं हनुमन्तं गरुडं भीमं च स्मरति तस्य तु स्मरणाः न भवन्ति अहं प्रतिदिनं वदामि परन्तु लिखितं न द्रष्टुं तर्हि शयनसमये शयनमिति जानाति वा शयनं शयनं निद्रासमये शयनं निद्रासमये यः एतान् स्मरति तस्य दुःस्वप्नः स्वप्नम् इति जानाति खलु स्वप्नः दुःस्वप्न नाम असमीचीनस्वप्नः न भवति इति अर्थः द्वितीयविभक्तेः प्रयोगः अत्र अस्ति अधिकारणः तस्य अत्र शयने यः स्मरेत् यः स्मरेत् नित्यं न यः स्मरेत् नाम स्मरति इति अर्थः यः स्मरति स्मरेत् इति स्मरेत् दुःस्वप्नः तस्य नश्यति इति अस्ति अस्तु शुभभगिनी किञ्चित् आरब्धुं शक्नुमः तत्र उभयतः परितः विना इत्यादीनां योगे द्वितीया विभक्तिः अस्ति पश्यत पठत च यागाश्वं उभयतः लवकुशौ स्तः अभिमन्यु अत्र अत्र अवगच्छति वा न द्वितीयविभक्तिः अत्र अश्वः इति यागाश्वः नाम यस्य अश्वस्य प्रयोगः भवति यागे तत्र यागाश्वम् अवगतवती उभयतः उभयतः लवकुशौ स्तः नाम यस्य उभयतः अस्ति तस्य द्वितीयविभक्तिः भवति इति अर्थः अश्वः इत्यस्य द्वितीयः अस्ति यस्य उभयतः उभयतः अस्ति तस्य द्वितीयविभक्तिः भवति अभिमन्युं परितिः परितः अभिमन्युं परितः महारथाः सन्ति भीमः किरीटं विना तिष्ठति तत्र उभयतः इति केवलं द्वितीयविभक्तो भवति परितः केवलं द्वितीयविभक्तो भवति विना द्वितीय तृतीय पञ्चमी इति अस्ति सर्वत्र नाम एकः वृक्षः अस्ति तत्र गृहाणि सन्ति सर्वत्र इति चेत् वृक्षं परितः गृहाणि सन्ति किन्तु परितः नाम द्वितीयविभक्तिः भवति यत्किमपि अस्ति नाम एकवचने द्वितीय द्विवचने बहुवचने वा किन्तु द्वितीयविभक्तौ अस्ति इति अर्थः द्वितीयविभक्तौ अस्ति तर्हि एकः वृक्षः अत्र अस्ति गृहाणि सन्ति सर्वत्र तर्हि वृक्षं परितः गृहाणि सन्ति किन्तु अत्र दशवृक्षाः सन्ति चेत् वृक्षान् परितः बहुवचने अस्ति वृक्षान् परितः ग्रहाणि सन्ति इति अस्ति. उभयतः अपि तथा वाक्यं रचयतु. उभयतः वृक्षः अत्र अस्ति. वृक्षः अत्र अत्र एकं गृहम् अत्र एकं गृहम् अत्र अस्ति. एकं गृहम् अत्र अस्ति. एकमस्ति अत्र अस्ति. तर्हि अत्र वृक्षं उभयतः गृहे स्तः. गृहे स्तः. हा, इदानीं दशवृक्षाः सन्ति चेत् अत्र मध्ये दशवृक्षाः सन्ति. मध्ये दशवृक्षाः. एकस्मिन् पक्षे एकं गृहम्, अपरस्मिन् पक्षे एकं गृहम्. तर्हि वृक्षान् उभयतः पक्षयोः इति अस्य आवश्यकता नास्ति. उभयतः इति अर्थे तथा तत्र पक्षस्य आवश्यकता नास्ति. उभयतः इत्यस्य सः अर्थः अस्ति. तर्हि वृक्षान् उभयतः किमपि अस्ति अथवा वृक्षेषु मध्ये न ओके. तर्हि वृक्षान् उभयतः वृक्षानुभयतः सत्यं वृक्षानुभयतः गृहे स्तः. वृक्षम् उभयतः वृक्षे उभायतः वृक्षानुभायतः वृक्षाक्षमितां वृक्षमुभायतः वृक्षौ उभयतः वृक्षानुभायतः. अत्र एकं गृहमस्ति. एकं गृहम् अत्र अस्ति. उभयतः तादृशतः अस्ति. अस्तु. एतानि वाक्यानि पठत. मार्गम् उभयतः वृक्षाः सन्ति. उत्पीठिकाम् उभयतः आसन्दाः सन्ति. शर्करां परितः पिपीलिकाः आगच्छन्ति. दीपं परितः प्रकाशः अस्ति. आचार्यं परितः शिष्याः सन्ति. जलं विना जीवनं न सम्भवति. सैनिकान् विना देशरक्षणं न भवति. महाराजम् उभयतः सैनिकाः चलन्ति. भवन्तं परितः के सन्ति. मां विना भगिनी विद्यालयं न गच्छति. अस्तु. अस्तु लक्ष्मी भगिनी. एतानि वाक्यानि यथोदाहरणं पूरयत. ऋषिम् उभयतः शिष्याः सन्ति. परितः सस्यानि सन्ति. तडागः तडागं परितः सस्यानि सन्ति. विना प्रकाशः न भवति. सूर्यः सूर्यं विना प्रकाशः न भवति. विना आत्मविकासः न भवति. स्वाध्यायः स्वाध्यायं विना आत्मविकासः न भवति. परितः बालाः सन्ति. त्वां परितः बालाः सन्ति. उभयतः वृक्षाः सन्ति. कुल्याम् उभयतः वृक्षाः सन्ति. कुल्याम् परितः वृतिः अस्ति. उदपानं परितः वृतिः अस्ति. वृतिः इत्युक्ते वृत्तिः नाम यथा भवनस्य वृत्तिः भवति इति अहं मन्ये. तत्र नाम एतत् एषा वृत्तिः कूपः. कूपः उदपानः. उभयतः श्रोतारः उपविशन्ति कविः कविम् उभयतः श्रोतारः उपविशन्ति परितः शत्रवः सन्ति योधः योधं परितः शत्रवः सन्ति उभयतः नेत्रे स्तः नासिकाम् उभयतः नेत्रे स्तः विना मित्रं न क्रीडति एषः एतं विना मित्रं न क्रीडति विषयः परितः मनः ब्रह्मति भ्रमति विषयं परितः मनः भ्रमति भारतपङ्कजं विना सज्जन षट्पदाः न हृष्यन्ति भारतपङ्कजं विना सज्जन षट्पदाः न हृष्यन्ति कोष्टके दत्तानां शब्दानाम् आधारेण वाक्यानि रचयत महाराजम् उभयतः सचिवाः सन्ति नदी सस्यानि नदीम् अभयतः उभयतः सस्यानि सन्ति माता बालाः मातरम् अभयतः उभयतः बालाः सन्ति जिह्वा दन्ताः जिह्वाम् उभयतः दन्ताः सन्ति श्रुतिः भवनानि श्रुतिम् उभयतः भवनानि सन्ति मन्दिरं वक्ताः मन्दिरं परितः वक्ताः सन्ति पुष्पाणि परितः भ्रमराः सन्ति धेनुं परितः वत्सः लघुधेनुः वत्सः एकवचन अस्ति न एकवचनमस्ति बहुवचने करोतु धेनुं परितः वत्साः सन्ति यज्ञकुण्डं परितः ऋषयः सन्ति गुडं परितः पिपीलकाः सन्ति कुटीलिकाः सन्ति. जलं विना जशाः, जलं विना जशाः न जीवन्ति. अभ्यासः विना मनोनिग्रहणं कर्तुं न शक्यते. अभ्यासं विना मनोनिग्रहणं कर्तुं न शक्यते. श्रद्धा विना ज्ञानं न भवति. श्रद्धां विना ज्ञानं न भवति. सङ्गः विना कर्म कुर्मः. सङ्गं विना कर्म कुर्मः. त्यागः विना जीवनं न शोभते. त्यागं विना जीवनं न शोभते. वायुः विना प्राणिनः जीवितुं न शक्नुवन्ति. वायुं विना प्राणिनः जीवितुं न शक्नुवन्ति. अस्तु. उभयतः परितः अनयोः एकतरस्य उपयोगेन यथोदाहरणं वाक्यानि लिखत. अनयोः इत्युक्ते अनयोः नाम सर्वनाम अस्ति द्विवचने एतयोः इति अर्थः. यथा भिन्न अन्यस् नाम सः बालकः इत्यस्मिन् अर्थे अयं बालकः अपि भवति. अयम् इत्यस्य द्विवचने षष्ठीविभक्तिः अनयोः. उदाहरणार्थं देवः भक्ताः देवं परितः भक्ताः सन्ति. भीष्मः कुरुपाण्डवाः भीष्मं परितः कुरुपाण्डवाः सन्ति. तूणीरं इषू तूणीरं परितः इषू बहुवचने. एकवचने अस्ति इति कारणतः प्रायः नाम वायुः यत् सर्वत्र अस्ति तदपि भवितुमर्हति न जाने. तूणीरम् इत्युक्ते बहुवचने. सूर्यः प्रकाशवलयः सूर्यं परितः प्रकाशवलयः अस्ति अथवा प्रकाशवलयाः सन्ति. गदा खड्गाः गदां परितः खड्गाः सन्ति. कृष्णः गोपिकाः कृष्णं परितः गोपिकाः सन्ति. योगाश्वः योद्धौ योगाश्वं परितः योद्धौ स्तः. सम्यक् अस्ति. इति द्वितीयविभक्तिः समाप्तः. तर्हि कोऽपि प्रश्नः समापयामः. द्वितीयविभक्तिः वयं तु जानीमः एव खलु, एतत् सर्वं जानीमः. अग्रे विरमामः.